पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 21 शौनक उवाच कथयस्व मुने सूद सर्वमासोत्तमस्य च कार्तिकस्य विधिं सम्यग् नियमान्वक्तुमर्हसि सूद उवाच आश्विनस्य द्विजश्रेष्ठपौर्णमास्यां समाहितः कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेद् दिवा विप्र नरकुर्यान्मलमूत्रमुदङ्मुखः भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः पद्यम्भसि च गोष्ठेषु श्मशाने वल्मीके द्विज कुर्यादुत्सर्जनं नैव व्रदी मूत्रपुरीषयोः अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेद् शुद्धामृतं गृहीत्वाध वामं प्रक्षालयेत्करम् अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसङ्ख्यया एकलिङ्गे गुदे पञ्च तथा वामकरे दश उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः मुखशुद्धिं तथ कुर्यात् सङ्कल्पं स्नपनस्य च हृदि दामोदरं ध्यात्वा इमं मन्त्रं ततो वदेद् कार्तिकेहं करिष्यामि प्रातस्नानं जनार्दन दामोदरस्य प्रीत्यर्थं राधया पापनाशनम् नमः पङ्कज नाभाय श्रीकृष्ण जलशायिने नमस्ते राधया सार्धं गृहाणार्कं प्रसीदमे स्नानं कुर्यात् ततो विप्र तिलकं तु यथाविधि ऊर्ध्वपुण्ड्रविहीनस्तु किञ्चित् कर्म करोति यः निष्फलं कर्म तत्सर्वं सत्यमेदन्मयोच्यते यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रं विना कृतं तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेद् ऊर्ध्वपुण्ड्रं मृदा शुभ्रं ललाडे यस्य दृश्यते चण्डालोऽपि विशुद्धात्मा पूज्य एव न संशयः अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति नराधमाः तेषां ललाडे सततं शुनः पादो न संशयः प्रातःकालोदितं कर्म समाप्य हरिवल्लभाम् पूजयेद्भक्तिदो विप्र तुलसीं पापनाशिनीं पौराणीं तु कथां श्रुत्वा श्रीहरे स्थिरमानसः ततो विप्रं व्रदीभक्र्या पूजयेत्तं यथाविधि परासनं परान्नं च परशय्यां पराङ्गनां सर्वदा वर्जयेद्विप्र कार्तिके च विशेषतः सौवीरकं तथा माषानामिषं च तथा मधु राजमाषाधिकं नित्यं वर्जयेत् कार्तिके व्रदि जम्बीरमामिषं चूर्णमन्नं पर्यूषितं द्विज धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषं लवणं भूमिजं विप्रप्राण्यङ्गमामिषं खलु द्विजक्रीदारसा सर्वे जलं चाल्पसरस्थितं ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनं कुर्याद्वै द्विजशार्दूलतैलाभ्यङ्गं च वर्जयेद् चत्राकं नालिकं हिङ्गुं पलाण्डुं पूदिकादलम् लशुनं मूलकं शिघ्रुं तथैव तुम्बिकाफलं कपिद्धं चैव वृन्ताकं कूष्माण्डं कांस्यभोजनम् द्विपाचिदं सूदिकान्नं मत्स्यं शय्यां रजस्वलां द्विस्त्रिच्छान्नं स्त्रियसङ्गं वर्जयेत् कार्तिकव्रती धात्रीफलं गृही विप्ररवौ तत्सर्वदा त्यजेद कूष्माण्डे धनहानिः स्यात् बृंहत्यां न स्मरेद्धरिं पटोले तु न वृद्धि स्यात् बलहानिश्च मूलके कलङ्की जायते बिल्वे तिर्यज्ञो निश्च निम्बुके ताले शरीरनाशस्यान्नारिकेले च मूर्खदा तुम्बी गोमांसतुल्या स्याद् गोवधं स्याद् कलिन्दके शिम्बी पापकरा प्रोक्ता पूदिका ब्रह्मखादिका वार्ताख्यां सुतनाशस्याच्चिररोगी च माशके मांसे च बहुपापं स्याद्वर्जयेत् प्रतिपदादिषु यः किञ्चिद्वर्जयेद्योन्नं श्रीहरे प्रीदयेद्विज तत्पुनर्भूसुरे दत्त्वा व्रतान्ते तस्य भोजनम् कार्तिकव्रतिनं विप्र यथोक्तकारिणं नरं यमदूदाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः श्रेष्ठं विष्णुव्रतं विप्र तत्तुल्यान शतं मखाः कृत्वा क्रतुं वजेत् स्वर्गम् वैकुण्ठं कार्तिकव्रती यत्किञ्चिद्दुष्कृतं विप्र मनोवाकाय कर्मजं दृष्ट्वा तु विलयं यादि कार्तिकव्रतिनं क्षणाद् कार्तिकव्रतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः न समर्थो भवेद्वक्तुं यथोक्तव्रतकारिणः यत्कृत्वा कलुषं सर्वं व्रजेद्विव दशो दिशः क्व गच्छामि क्व तिष्ठामि कार्तिकव्रदिनोभयाद् पौर्णमास्यां यथा शक्ति चान्नवस्त्रादिकं द्विज दद्याद्वै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेद् रात्रौ जागरणं कुर्यान् नृत्यगीतादिभिर्व्रती य इदं शृणुयाद्धक्रिया तस्य पापं प्रणश्यति इति श्रीपाद्मे महापुराणे सूदशौनकसंवादे ब्रह्मखण्डे एकविंशोऽध्यायः ॐ